अस्तु तर्हि सम्प्रति विषये चर्चा प्रवर्तते. तत्र अस्माभिः व्यतिरेकव्याप्तेः लक्षणवाक्यं दृष्टमासीत्. अद्य तस्यापि किञ्चित् चर्चा भवति. तस्मात् पूर्वम् एकं चित्रं नियोजितमस्ति करपत्रे. तत्र पश्यन्ति चेत् उपरितनभागे सरला भगिनी चित्रं पश्यति वा? आं भगिनि. हा, तस्य चित्रस्य अधोभागे किञ्चित् नूतनतया संयोजितम् अस्ति परिच्छेदद्वयं. तत् पठित्वा ततः अग्रे अस्तु. चित्रस्य परिशीलनमेव अस्ति तावदेव. अत्र अत्र विंशतिपर्वतः, तेषु पञ्चदशसु वह्नि अस्ति, सप्तसु च धूमः अस्ति. पञ्चसु पर्वतेषु वह्न्याभावः अस्ति, त्रयोदशसु पर्वतेषु च धूमाभावः अस्ति. चतु चित्रे वह्नी व्यापकः, धूमः व्याप्यः. तत्र यत्र धूमः अस्ति सप्तसु पर्वतेषु, तत्र तत्र वह्नी अवश्यम् अस्ति, यतोहि वह्नी धूमस्य अपेक्षया व्यापकः. अधुना विपश्यामः. विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते, अतः तत् अधिकेषु धूमाभावः अस्ति, नाम त्रयोदशसु. किन्तु पञ्चदशसु वह्नि अस्ति, नाम विंशत्यां अधिकेषु, अतः न्यूनेषु च वह्न्याभावः वर्तते, केवलं पञ्चसु. त्रयोदशसु पर्वतेषु धूमाभावः, पञ्चसु च वह्न्याभावः. पश्यतु चित्रे धूमाभावः व्यापकः, वह्न्याभावः व्याप्यः. यत्र यत्र वह्न्याभावः अस्ति पञ्चसु पर्वतेषु, तत्र तत्र धूमाभावः अवश्यम् अस्ति. अतः यत्र यत्र व्याप्यः, तत्र तत्र व्यापकः. किन्तु यत्र यत्र व्यापकाभावः, तत्र तत्र व्याप्याभावः. यः व्याप्यः आसीत् नाम धूमः, तस्य अभावः व्यापकः भवति. अपि च यः व्यापकः आसीत् नाम वह्नि, तस्य अभावः व्याप्यः भवति. उदाहरणं दीयते विंशतिपर्वतस्तः. तत्र सप्तस्थलेषु वह्नि धूमः अस्ति, पञ्चदशसु स्थलेषु वह्नि अस्ति. यत्र यत्र धूमः अस्ति सप्तसु, तत्र वह्नि अवश्यम् अस्ति. सो इति साध्यं भवति, यत्र यत्र धूमः अस्ति तत्र तत्र वह्नि अस्ति. किन्तु व्यतिरेकस्थले विपरीतं भवति, यत् व्याप्य न्यूनेषु अन्यस्थले वह्नि पञ्चदशसु स्थलेषु अस्ति, तत्र व्यापकः बृहत् वह्नि अस्ति. सो व्यापकभावः तत्र अधिकम् अस्ति. तत्र यत्र यत्र वह्नि धूमे धूमं व्यापति, तर्हि धूम सप्तसु स्थलेषु अस्ति, तत् धूमस्य व्याप्यं न्यूनं स्थलेषु अस्ति. तर्हि व्याप्यभावः न्यूनम् अस्ति, व्यापकभावः अधिकेषु अस्ति. सो यत्र यत्र धूमः अस्ति, यत्र यत्र हेतुः अस्ति. भगिनि आरम्भे अन्वयव्याप्तिस्थले इत्युक्ते यत्र अन्वयव्याप्ति यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यमस्ति, साध्यमस्ति इति अन्वयव्याप्तिवाक्यं. यत्र यत्र यत्र यत्र हेतुः इत्युक्ते यत्र यत्र यत्र यत्र व्याप्य अस्ति तत्र अस्ति. हा, व्याप्यः इत्युक्ते यस्य देशक्षेत्रं लघु तादृशः. चित्रे चित्रे तथैव सप्तसु एव धूमः अस्ति, अपि च ध्वनिः पञ्चदशसु स्थलेषु इति. अतः वह्निः व्यापकः, धूमः न्यूनदेशवृत्तिः, वह्निः अधिकदेशवृत्तिः इति अन्वयः. किन्तु तत्र एका चर्चा अस्ति, अभावः क्रमः विपरीतम् इति किल, अभावस्य विपरीत अभाव अत्र त्रयोदशसु स्थलेषु धूमाभावः भवति. सो धूमाभाव व्यापकभावः भवति. पञ्चदशसु स्थलेषु अग्नि वह्नि भाव वह्न्या भाव अस्ति, तत्र न्यूनाभावती भवति. अभावस्थले पञ्चदशसु इति न, पञ्चदशसु इति न, पञ्चस्थलेषु एव वह्न्याभावः. आम् पञ्चस्थलेषु वह्न्याभावः. तत्र वैन्याभावः व्याप्याभावः भवति, धूमाभावः व्यापकाभावः भवति. इदानीम् आरम्भे वह्निः व्यापकः, अन्वयस्थले वह्निः व्यापक धूम व्याप्य, अभावस्थले धूम व्यापक एकनिमिषः एकनिमिषः. तर्हि कथं वक्तव्यं? धूमाभावः व्यापकः इति वक्तव्यं खलु? आम्, धूमाभावः अधिकदेशवृत्तिः. आम, धूमाभावः त्रयोदशसु स्थलेषु अस्ति. सो अधिक धूमाभावः अधिक देश वृत्तित्वम् अधिकदेशसु वृत्तित्वम् अस्ति धूमाभावस्य. तर्हि अतः धूमाभावः व्यापकाभावः भवति. व्यापकाभावः इति न वक्तव्यं, धूमाभावः व्यापकः. व्यापकः अस्तु, बृहदस्ति सः अवदेव. हा, अभावपदसंयोजनेन विपरीतं जातम् इति वार्ता. धूमाभावः अधिके वर्तते किल, अत्र गणनां कृत्वा पश्यामश्चेत् तर्हि धूमाभावः व्यापकः त्रयोदश वर्तते वा, तर्हि वह्न्याभावः किमस्ति? व्याप्य अस्ति, व्याप्यः. अस्तु, तावदेव. भवत्याः ध्वनिः मया सम्यक् न श्रूयते, मया एव न श्रूयते अन्यैः अपि, भवत्याः अपि. मम ध्वनिः सम्यक् न श्रूयते? आम्, मया न श्रूयते, अन्ये श्रोतुं शक्नुवन्ति वा? न, मम भवति लोटनम् अस्ति, परन्तु अहं तु भारती अस्मि, अतः न जानामि. तर्हि अस्तु अस्तु, सरला भगिनी, सावित्री भगिनी, मम ध्वनिः श्रूयते वा? भगिनी, भवत्या भगिनी भङ्गं भवति ध्वनि, भग्नं जातं किम्? एक पदस्य अनन्तरं सर्वं सम्यक् श्रूयते इति अस्ति. अस्तु, समस्या एव अस्ति अत्र मम गृहे. इदानीं किञ्चित् श्रूयते चेत् अग्रेसरेम, नो चेत् चिन्तनीयम्. इदानीम् उक्तवती, तर्हि पश्यामः प्रायः अग्रे. अस्तु अस्तु, तर्हि हा, यथा सरला भगिनी उक्तवती, तत्र अभावशब्दयोजनेन उमाभावः वह्न्याभावः व्याप्यः व्याप्यः. अस्तु, तत्र अन्तिमवाक्यं पठतु, यत्र यत्र वह्न्याभावः यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः. व्याप्यः आसीत् नाम धूमः, तस्य अभावः व्यापकः भवति. अपि च व्यापकः आसीत् नाम वह्निः, तस्य अभावः व्याप्यः भवति. व्यतिरेकव्याप्तिस्थले विपरीतत्वेन वदामः किल, यत्र यत्र धूमाभावः क्षम्यतां, यत्र यत्र वह्न्यभावः अस्ति तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिप्रसङ्गे. द्वितीयवाक्यमस्ति उपरितनभागे व्यतिरेकव्याप्तेः वाक्यम्, वाक्यम् अन्वयव्याप्तेः, द्वितीयं तु व्यतिरेकव्याप्तेः वाक्यमस्ति, यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति. तस्मिन् सन्दर्भे प्रश्नः आगतः अस्ति कथं तत्र वैपरीत्यं जायते इति, तदर्थम् एतत् सर्वं दत्तम्. अस्तु तर्हि अग्रे अजितमहोदय पठति वा अग्रे परिच्छेदः. कः भगिनि अग्रिमपरिच्छेदं पठति वा? आमां. तत्र च सप्तसु पर्वतेषु धूमः योगः, त्रयोदशसु पर्वतेषु धूमाभावः इत्युक्ते विंशतिः पर्वताः नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन् न धूमः अस्ति न वा धूमाभावः. सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः. धूमः नास्ति चेत् धूमाभावः, धूमाभावः नास्ति चेत् धूमः. आहत्य विंशतिः पर्वताः अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. एवमेव वह्निना वह्न्यभावेन च सः. तदर्थमेव यः व्यापकः अस्ति अत्र वह्निः तस्य अभावः व्याप्यस्य अत्र धूमस्य अभावस्य अपेक्षया व्याप्यः भवति. धूमः योगः धूमाभावः इत्युक्ते विंशतिः पर्वताः इत्युक्ते वह्निः योगः वन्यभावः. तर्हि एव केव अस्तु वदतु किम् अवगतम् अत्र सप्तसु पर्वतेषु धूमः चित्रे सप्तसु पर्वतेषु धूमः त्रयोदशासु पर्वतेषु धूमाभावः आहत्य विंशतिः पर्वताः. इत्युक्ते सावित्री भगिन्या यथा उक्तं यूनिवर्सल् सेट् इति खलु भगिनि, हा तद्वत् विंशतिपर्वताः इति तादृश यूनिवर्सल् सेट् अस्ति. तर्हि तस्मिन् धूमः च धूमाभावः स्याताम्, न कोऽपि पर्वतः अस्ति यस्मिन् धूमः अपि नास्ति धूमाभावः अपि नास्ति इति नास्ति, तथा नास्ति. धूमः भवेत् अथवा धूमाभावः भवेत्, धूमाभावः भवेत् तद्वत् एव. अस्तु अग्रे. तत्र अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. इदानीं विंशतिपर्वताः सन्ति चेत् विंशतिपर्वतेषु धूमाभावः पञ्चदशसु इति चिन्तयतु. तर्हि धूमः केवलं पञ्चसु भवति, पञ्चसु भवति, तदेव अधिक यदा अधिकेषु पर्वतेषु धूमाभावः अस्ति चेत् न्यूनेषु पर्वतेषु धूमः अस्ति, विपरीतरीत्या अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः भवति खलु. अधिकेषु पर्वतेषु वह्निः अस्ति चेत् न्यूनेषु पर्वतेषु वह्न्याभावः तत्र किन्तु वह्न्याभावः न भवति खलु. वह्निः अभावः अपि भवितुमर्हति. इदानीम् अस्मिन् उदाहरणे पश्यतु, तत्र पञ्चपर्वताः सन्ति यस्मिन् नास्ति एव वह्निः. तत्र वह्न्याभावः तथा वह्न्याभावः अधिकं जायते चेत् वह्निः न्यूनं जायते. वह्न्याभावस्य क्षेत्रम् अधिकं जायते चेत् वह्निः क्षेत्रं न्यूनं जायते. तदर्थमेव यः व्यापकः अस्ति, व्यापकः इत्युक्ते वह्निः अस्ति, तस्य अभावः व्याप्यस्य अभावस्य अपेक्षया व्याप्यः भवति. तत्र व्यापकः अस्ति चेत् तस्य अभावः व्यापकः वह्निः, तस्य अभावः इत्युक्ते वह्न्याभावः व्याप्यस्य अभावस्य तत्र धूमस्य अभावस्य अपेक्षया व्याप्यः भवति. आम्, यथा यथा वह्नि व्यापकः धूमः व्याप्यः, तत्र वह्न्याभावः विपरीतरीत्या वह्न्याभावः व्याप्यः. धूमाभावः व्यापकः भवति. तावदेव अस्ति. अभावशब्दस्य योजनेन वैपरीत्यं जातम् इति उक्तं खलु एकस्मिन् वाक्ये, तस्य गणितरीत्या किञ्चित् निदर्शनमस्ति. तर्हि यथा पूर्वमुक्तं, सप्तसु पर्वतः सप्तसु धूमः त्रयोदश धूमाभावः इत्युक्ते तत्र त्रयोदशधूमाभावः तत्र विंशतिः पर्वताः इत्युक्ते पञ्चवह्न्याभावः पञ्चवह्न्याभावः पञ्चदश वह्निः तत्र. आहत्य धूमः योगः धूमाभावः अपि विंशति स्यात्, वह्निः योगः वह्न्याभावः अपि विंशति स्यात्. इदानीम् अभावयोः मध्ये तुलना क्रियते चेत् धूमाभावः अधिकदेशवृत्तिः, वह्न्याभावः न्यूनदेशवृत्तिः. तदर्थं धूमाभावः व्यापकः जातः, वह्न्याभावः व्याप्यः जातः इति उक्तम्. परन्तु धूमः वह्निः अनयोः तुलनायां वह्निः क्षेत्रं बृहदस्ति, धूमस्य क्षेत्रं लघु. तर्हि धूमः इति व्याप्यः, वह्निः व्यापकः, अभावशब्दयोजनेन विपरीतत्वेन उच्यते इति. तावदेव. अस्तु, अत्र तर्हि स्पष्टं स्यात् सर्वम् इति मन्ये. अधुना तत्र क्षम्यतां भगिनि, एकः प्रश्नः. तत्र चित्रं पश्यति चेत् तत्र धूमाभावः इत्युक्ते धूमाभावस्थले वह्न्याभावः अस्ति, वह्नि अपि अस्ति. सत्यं सत्यम्. अस्तु, तत्र चित्रे केवलं सप्तसु स्थलेषु उभौ स्तः वह्नि धूमः किल, तत्र कोऽपि चिन्ता नास्ति. किन्तु विभज्य गणनां कुर्मः चेत् केवलं धूमः कति स्थलेषु अस्ति, केवलं वह्निः कति स्थलेषु अस्ति इति गणनायां स्पष्टं भवति. कुत्र कुत्र धूमाभावः, कुत्र कुत्र वह्न्याभावः, अपि च पृथक्तया धूमः कुत्र, वह्निः कुत्र इति तदा तुलनं कर्तुं शक्नुमः. अभावयोः मध्ये व्यापकः कः, व्याप्यः कः. स्पष्टं? स्पष्टं भगिनि. अस्तु अस्तु, तर्हि इतः अग्रे सरेम. व्यतिरेकव्याप्तिस्थले लक्षणवाक्यमासीत् साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तेः लक्षणवाक्यं, तस्य विवरणं किञ्चित् ददाति वा सावित्री भगिनि? आं भगिनि, व्यतिरेकव्याप्तिस्थले खलु न श्रुतवती किञ्चित् इदानीं पुनः आगतवती. अस्तु, व्यतिरेकव्याप्तिस्थले पुनः वदतु भगिनि वाक्यं कथमस्ति लक्षणवाक्यं. साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् अत्र प्रायः अहं सिद्धा नास्मि भगिनि. अस्तु अस्तु अस्तु, नास्ति चिन्ता. अन्य कोऽपि? सन्ध्या भगिनी वक्तुमिच्छति वा? प्रयत्नं करोमि भगिनि. तत्र अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः, तर्हि अत्र साध्यम् अस्ति तत्र वह्निः, तर्हि वह्नेः अभावः इति साध्याभावः, तर्हि सः अभावः व्यापकः अस्ति वा? न, अभावः व्याप्यः अस्ति किल. सत्यं, तर्हि साध्याभावव्यापकीभूत, तर्हि साध्याभावस्य यः व्यापकः अस्ति सः धूमाभावः इत्युक्ते हेत्वभावः. तर्हि साध्याभावव्यापकीभूत इत्युक्ते अत्र तत्पदं हेत्वभावस्य विषये अस्ति, इत्युक्ते धूमस्य अभावस्य विषये. तस्य तादृश अभावस्य प्रतियोगित्वम् इति अस्ति धूमे, तर्हि तथा कृत्वा धूमे व्याप्तिः अस्ति इति. सम्यक् वा? वार्धं समीचीनं समीचीनं. व्याप्तिः तु धूमे एव अस्ति. कस्य व्याप्तिः? वह्नेः व्याप्तिः, साध्यस्य वह्नेः व्याप्तिः धूमे अस्ति. तर्हि धूमे धूमे अन्यत् किमपि अस्ति, तद् किं? प्रतियोगित्वं खलु. हा, तर्हि प्रतियोगित्वं कं प्रति अस्ति धूमे? अभावस्य प्रति. कस्य अभावस्य प्रति? धूमस्य अभावस्य प्रति धूमे प्रतियोगित्वम् अस्ति. समीचीनं, तर्हि अभावप्रतियोगित्वं, धूमाभावप्रतियोगित्वम् अस्ति धूमे खलु, अथवा हेतौ, हेतुः एव प्रतियोगी, धूमः एव प्रतियोगी इति कृत्वा तस्मिन् प्रतियोगित्वमस्ति अभावं प्रति, स्वस्य अभावं प्रति. अधुना सः हेत्वाभावः अथवा धूमाभावः कीदृशः इति प्रश्ने कृते उत्तरं साध्याभावव्यापकीभूत अभावः अस्ति. हा, समीचीनं, साध्याभावव्यापकीभूत अभावः इति उत्तरं लभ्येत इति एव व्यतिरेकव्याप्तिस्थले लक्षणवाक्यम् अस्ति. क्षम्यतां भगिनि, अहं सिद्धा नास्मि, नासं तदा इदानीं स्थलमपि प्राप्तं वक्तुं शक्नोमि. अस्तु, तर्हि हा, सन्ध्या भगिनी उक्तवती एव, किन्तु इतोपि एकवारं वदति चेत् सम्यक् एव भवति इति मन्ये. केचन जनाः न आसन् इति कृत्वा साध्याभावव्यापकीभूत अभावप्रतियोगी हेतुवान् अस्ति व्यतिरेकव्याप्तिः. साध्याभाव साध्यस्य अभावः भवति वह्न्यभावः. वह्नि अभावस्य व्यापकीभूत इत्युक्ते तस्य व्यापकः कः भवति इति. साध्याभावस्य प्रति व्यापकः भवति हेत्वाभावः. हेत्वाभावः तत् अभावस्य प्रतियोगी कः भवति इत्युक्ते हेतुः एव, अथवा हेत्वाभावाभावः इति भवति. तादृशप्रतियोगी हेतौ अस्ति, तादृशप्रतियोगित्वं हेतौ हेतौ अस्ति, तदेव व्यतिरेकव्याप्तिः इति. तत् इत्युक्ते साध्याभावः भवति बह्याभावः, तस्य व्यापकीभूत अभावः भवति. व्यापकीभूत इत्युक्ते साध्याभावस्य साध्याभावं प्रति व्यापकः भवति हेत्वाभावः. इदानीमेव दृष्टं यः न्यूनः आसीत् प्रथमं तस्य अभावः बृहत् भवति, यः व्यापकः आसीत् अथवा यः बृहत् आसीत् तस्य अभावः न्यूनं भवति. तदर्थं साध्याभावं प्रति व्यापकः भवति हेत्वाभावः अथवा धूमाभावः. तत् अभावस्य प्रतियोगी भवति हेत्वाभावाभावः अथवा हेतुः एव, अत्र धूमः एव. धूमे प्रतियोगित्वम् अस्ति हेत्वाभावप्रति, हेत्वाभावं प्रति अथवा धूमाभावं प्रति. तादृशप्रतियोगित्वम् एव व्यतिरेकव्याप्तिः इति. हा, बहु सम्यक् अस्ति इति वार्ता अस्ति. साध्याभावव्यापकीभूताभावः प्रतियोगित्वम् इति व्यतिरेकव्याप्तिः. आम्, अधुना तस्यैव विषये इतोपि किञ्चित् चर्चा अस्ति, तर्हि अग्रे कर्तुं शक्नुमः इति चिन्तयामि. जयन्ती भगिनी पठितुम् इच्छति वा तर्हि इत्यस्मात् आरभ्य? तर्हि तर्हि साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्तिः. साध्याभावव्यापकीभूताभावप्रतियोगी हेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः. यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, हेत्वाभावस्य प्रतियोगी च हेतुः. साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्तिः. व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. साध्यव्याप्यहेतुमान् पक्षः इति ज्ञानम्. आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, तस्य च हेत्वाभावस्य प्रतियोगी हेतुः, तद्वान् पक्षः. एतदाधारेण साध्यमपि पक्षे वर्तते. यतोहि हेतुः कीदृशः तदानीं साध्यं प्रति व्याप्यः एव. व्याप्यः कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिः नास्ति अपि तु व्यतिरेकव्याप्तिः अस्ति. अतः अत्र व्यतिरेकव्याप्तिः स्वीक्रियते, अनेन व्याप्यव्यापकभावः सिद्ध्यति. अस्तु, एतावता व्याप्तिः कीदृशः अस्ति अभावस्थले, व्यतिरेकव्याप्तिस्थले कीदृशः व्याप्तिः हेतौ अस्ति इति दृष्टवन्तः वयं. तस्मात् व्याप्यव्यापकी भावः अपि अस्ति. तस्मात् परामर्शज्ञानं कथम् उदेति इत्यस्य विवरणम् अत्र अस्ति. लक्षणवाक्यं तु अस्ति व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूताभाव. क्षम्यतां भगिनी, साध्याभाव व्यापकी भूताभाव प्रतियोगी प्रतियोगित्वं हेतौ अस्ति इति अस्ति. इदानीं व्यतिरेकव्याप्तिस्थले तु वाक्यम् अस्ति द्वितीयं द्वितीयस्य वाक्यस्य प्रयोगः भवति. इत्युक्ते यत्र यत्र साध्याभावः तत्र तत्र हेत्वा भावः अस्ति इति. तर्हि परामर्शज्ञानं कीदृशः? व्यतिरेकव्याप्तिस्थले अन्वयव्याप्तिस्थले तु वह्निव्याप्य धूमः पक्षे नाम वह्निव्याप्य धूमः पर्वते इति अस्माकं परामर्शज्ञानम् अत्र व्यतिरेकव्याप्तिः. अतः हेत्वाभावव्याप्य साध्याभावः पक्षे इति वदामः. इत्युक्ते व्यतिरेकव्याप्तिस्थले तु व्याप्यः अस्ति वन्याभावः, व्यापकः अस्ति हेत्वाभावः. अतः बृहत्स्थलस्य वस्तु अस्ति हेत्वाभावः. अतः व्याप्यः यः वन्याभावः, वन्याभावेन व्याप्यः अस्ति हेत्वाभावः. सम्यक् तु भगिनि? समीचीनम्. अस्तु, तर्हि कुत्र अस्ति तादृश व्याप्तिः? कुत्र अस्ति? पर्वते अस्ति, इत्युक्ते पक्षे अस्ति. अतः परामर्शज्ञानं अस्माकं परामर्शज्ञानम् अस्ति वन्याभाव न हेत्वाभाव व्याप्य साध्याभावः इति. प्रथमतया परामर्शज्ञाने ज्ञानद्वयं घटितमस्ति खलु? प्रथमं तु यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्याप्तिज्ञानं. तेन सह तादृशव्याप्तिः विद्यते पक्षे इति सर्वं योजनेन परामर्शज्ञानं विद्यते. हा, तादृशव्याप्तिः हेतौ अस्ति इति व्याप्तिज्ञानम्. आम् आम्. तदा तस्मात् प्राक् पक्षधर्मता. पक्षधर्मता इत्युक्ते पक्षे हेतुः अस्ति इति ज्ञानम्. हेतुः कीदृशः इत्युक्ते साध्येन व्याप्यः, साध्यव्याप्य हेतुः. तादृशहेतुमान् पक्षः इति आहत्य परामर्शज्ञानः. हा, तर्हि हेतुः व्याप्तिमान् अस्ति, हेतौ व्याप्तिः अस्ति. व्याप्तिः कीदृशः इति अधुना भवत्या उक्तमेव, साध्यव्याप्य व्यापकीभूताभावप्रतियोगित्वं तादृशम् अस्ति. अनेन लक्षणवाक्येन व्याप्तिः अपि सुदृढा भवति. एकः अस्ति, अपरेण व्याप्यः भवति इति कृत्वा. अस्तु, तर्हि पक्षः कीदृशः इति, व्याप्तिः तु जानीमः कीदृशी इति. तर्हि अत्र पक्षे तु हेतुः अस्ति इत्युक्ते हेत्वा भावाभावः तु अस्ति. अतः अयं पक्षः हेतुमान् अस्ति इति परामर्शज्ञानं जायते. सत्यम्. हा, उपनय तत्र पूर्वस्मिन् एक परिच्छेदद्वयात् प्राक् तत्र चतुर्थवाक्यं पञ्चमवाक्यम् इति दत्तं खलु, उपनयवाक्यम्. आम् आम्. हा, तस्मिन् वाक्ये न तथा च अयम् इत्युक्ते अयं पक्षः इत्युक्ते दृष्टां व्यतिरेकव्याप्तिः व्यतिरेकव्याप्तिः अस्ति इत्युक्ते दृष्टान्ते तु हेतुः न अस्ति, परन्तु अस्मिन् पक्षे तु हेतुः अस्ति अतः एव अयं न तथा इति वदामः. कीदृशः अयं हेतुः? अयं हेतुः हेत्वाभावस्य प्रतियोगी. सत्यं सत्यं सत्यम् अस्तु. पुनः प्रतियोगी कीदृशः तावदेव वक्तव्यम्. अस्तु, पुनः प्रतियोगी तु साध्यव्यापकः अस्ति, साध्याभावव्यापकः अस्ति हेतुः. हा, तत्रैव उक्तमस्ति उपनयवाक्यस्य न तथा च अयम् इति उक्त्वा वह्न्याभावव्यापकीभूताभावप्रतियोगी हेतुः इति उक्तं किल. हा, तर्हि तत्रैव व्याप्तिविशिष्टहेतुः अस्ति अत्र इति साधितम्. अस्तु, अस्तु. सर्वथा प्रथमं व्याप्तेः विवरणम् इत्युक्ते हेतोः विवरणं कीदृशम् इति ज्ञात्वा एव पक्षे कीदृश हेतुः कीदृशः अस्ति इति वदामः. अतः हेतुः तु अत्र व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूतः अस्ति. भूत अभावस्य प्रतियोगी अस्ति, अतः पक्षे तु हेतुः अस्ति. अतः तादृशी प्रतियोगी अस्मिन् पक्षे अस्ति इति. सत्यं सत्यं. तर्हि व्यतिरेकव्याप्तिस्थले विपरीतत्वेन वदामः खलु हेत्वाभावः इत्यादिकं. अत्र हेतुः अस्ति इत्युक्ते हेत्वाभावः नास्ति इत्युक्ते हेत्वाभावान् अस्ति पक्षः. सत्यं सत्यं. तर्हि तावदेव वक्तुम् इच्छामि अभावस्य आधारेण यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इत्यादिकं वदामः खलु अभावः इति तु अभावः साकाङ्क्षपदार्थः. अस्तु, साकाङ्क्षः इति कस्य अभावः इति प्रश्ने उदिते सति हेतोः अभावः हेतुः प्रतियोगी इति वदामः. तदा एव अस्तु. किन्तु हेत्वाभावः नास्ति अत्र, हेत्वाभावाभावः इति कृत्वा हेतुः अस्ति इति साधितं. तदर्थं हेतोः विवरणम् अपि दत्तमस्ति लक्षणवाक्ये. अस्तु, तर्हि सर्वं पठितं वा जयन्ती भगिनी भवत्या? आम्, सर्वम् इति मन्ये भगिनी. अत्र तु परामर्शस्य विवरणमेव मुख्यम् इति मन्ये. कीदृशः अयं पक्षः इत्यस्य विवरणम् इत्युक्ते अत्र तद्वान् पर्वतः इत्युक्ते अन्यव्याप्तिस्थले व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्श हा साध्यव्याप्यहेतुमान् पक्षः इति अपि उक्तं. तदनन्तरं कीदृशहेतु व्याप्यः कः व्यापकः कः तदपि उक्तम्. अतः व्यतिरेकव्याप्तिस्थले तु व्याप्यव्यापकः भावः सिद्ध्यति इति तयोः साध्यहेतोः मध्ये. हा, तर्हि व्याप्तिः तु अस्ति. अस्तु, अन्वयव्याप्तिः भवतु अथवा व्यतिरेकव्याप्तिः भवतु, किन्तु अत्र व्यतिरेकव्याप्तिः. व्याप्तिः, हा, व्याप्तिः कुत्र अस्ति? हेतौ अस्ति. अपि च कीदृशी व्याप्तिः इति वदनेन तयोः मध्ये व्याप्यव्यापकभावः अपि सिद्ध्यति. तदा व्याप्यः इति अस्ति चेत् व्यापकः अपि भवतु इति कृत्वा साध्यम् अवश्यम् अस्ति इति सिद्धं भवति. अस्तु, तर्हि एतावता स्पष्टं स्यात् इति मन्ये. अन्येन केनचित् आगतं वा तदभ्यन्तरे? नूतनतया कोऽपि अस्ति? अस्तु, आं तर्हि अग्रे सरेम. सावित्री भगिनी पठति वा अग्रिमपरिच्छेदम्? भगिनि एकनिमिषः, अहं पुस्तकम् आनयितुम् अन्यत् प्रकोष्ठं गतवती, इदानीम् आगतवती. अस्तु, अधुना हेतुः तत्र वा? आम् आम् तत्र. अधुना हेतुः पक्षभिन्नस्थले यत्र न भवति तत्र व्यतिरेकव्याप्त्याः चिन्तनं परिशीलयाम. वह्निः उष्णः वह्नित्वात् इत्यस्मिन् यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते तदर्थम् अन्वयव्याप्तिदृष्टान्तः न सम्भवति. अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति. चिन्तनक्रमः एवं, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुरपि नास्ति इति. नाम यः साध्याभाववान् सः हेत्वा भाववान्. तदा अग्रे यः हेत्वा भाववान् न भवति सः साध्याभाववान् न भवति. यः हेत्वा भावाभाववान् सः साध्याभावाभाववान्. प्रकृते यः वह्न्यत्वाभाववान् न भवति नाम वह्नित्वाभावाभाववान् भवति सः साध्याभावा अभाववान् नाम उष्णत्वाभाववान् न भवति. उष्णत्वाभावाभाववान् भवति. आहत्य यः वह्नित्वाभावाभाववान् सः उष्णत्वाभावाभाववान्. तस्माच्च वह्निः उष्णः उष्णत्वात्. वह्निः उष्णः वह्नित्वात् क्षम्यताम्. अस्तु, अधुना अत्र एतादृश इतः पूर्वम् अस्माभिः दृष्टं पर्वत इति पक्षे, तत्र तु अन्वयव्याप्तिः अपि उपयोगं कर्तुं शक्नुमः, अपि च व्यतिरेकव्याप्ति. तत्र हेतुः पक्षभिन्नस्थले अपि लभ्यते, परन्तु अत्र यत्र पक्षभिन्नस्थले हेतुः न लभ्यते तत्र अन्वयव्याप्तिः तस्य प्रसक्तिर्नास्ति. तस्य दृष्टान्तः एव न दातुं शक्यते. अत्र व्यतिरेकव्याप्ति एव उपयोगं कर्तुं शक्नुमः. अत्र चिन्तनं कथं भवति इति परिशीलयाम. उदाहरणवाक्यमस्ति वह्निः उष्णः वह्नित्वान् इत्यस्मिन् यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते. वह्नित्वात् हेतुः, वह्निः हेतुः खलु, वह्नित्वं वह्नेः एव भवति, वह्नौ एव भवति, अन्यत्र न भवति. तदर्थम् अन्वयव्याप्तिदृष्टान्तः न सम्भवति. अत्र व्यतिरेकव्याप्तिः एव उपयोगं कर्तुं शक्नुमः. चिन्तनक्रमः एव, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति. इतः पूर्वम् अस्माभिः दृष्टं यत् व्यतिरेकव्याप्तिस्थले नास्ति नास्ति इति साध्यस्य असम्भवेन हेत्वस्य असम्भवः इति वक्तव्यं भवति. अत्र उष्णः साध्यः, उष्णत्वं साध्यः. यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति इति भवति वाक्यम्. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुरपि नास्ति. तदेव अग्रिमवाक्यं, नाम यः साध्याभाववान् सः हेत्वा भाववान्. तत् वयं पूर्वमेव दृष्टवन्तः. द्वितीयवाक्यं खलु, प्रथमवाक्यं यत्र महोदयेन उक्तं, प्रथमवाक्यं भवति यत्र यत्र हेतुः तत्र तत्र साध्यः, अथवा समीचीनं वा भगिनि? समीचीनं समीचीनं. प्रथमवाक्यम् अन्वय, हा प्रथमवाक्यम् इत्युक्ते अन्वयव्याप्तिः, अन्वयव्याप्तिस्थले यत्र यत्र हेतुः तत्र तत्र साध्यः. तत्तु अत्र तस्य प्रसक्तिर्नास्ति. तदर्थम् अभावं स्वीकृत्य पदस्य परिवर्तनं क्रमः परिवर्तयते. साध्याभाववान् यः साध्याभाववान् सः हेत्वा भाववान् इत्युक्ते अभावं स्वीकृत्य पदस्य क्रमः अपि परिवर्त्य वक्तुं शक्नुमः. यः साध्याभाववान् सः हेत्वा भाववान्. अग्रे यः हेत्वा भाववान् न भवति सः साध्या भाववान् न भवति. पुनः अभावस्य पुनः अभावं स्वीकृत्य हेत्वा भाववान् न भवति इत्युक्ते हेत्वा भावा भाववान् खलु. अग्रे यः हेत्वा भाववान् न भवति सः साध्या भाववान् अपि न भवति. तदेव क्रमः. यत्र यत्र अभावम् उपयोगं कुर्मः तत्र साध्यस्य अपि च हेतुः हेतोः क्रमः परिवर्त्यते, परिवर्तनं भवति. यः हेत्वा भावा भाववान् सः साध्या भावा भाववान्. पूर्वस्मिन् वाक्ये न भवति इति आसीत्. अत्र पुनः अभावं स्वीकृत्य तथा भगिनी उक्तवती अस्ति उपयोगं कर्तुमः. यः हेत्वा भावा भाववान् अस्ति सः साध्या भावा भाववान् भवति. प्रकृते यः वह्नित्वा भावा यः वह्नित्वा भाववान् न भवति नाम वह्नित्वा भावा भाववान् भवति सः साध्या भावा भाववान् अपि भवति. नाम उष्णत्वा भाववान् न भवति चेत् उष्णत्वा भावा भाववान् भवति. तदेव क्रमः. किञ्चिदपि नूतनं नास्ति परन्तु अस्मिन् उदाहरणं स्वीकृत्य लिखितमस्ति. आहत्य यः वक्तित्वा भावा भाववान् सः उष्णत्वा भावा भाववान् भवति. तस्मात् च वह्निः उष्णः वह्नित्वा इति साधयितुं शक्नुमः. समीचीनमस्ति भगिनि. यथा भगिनी उक्तम् अत्र नूतनं किमपि नास्ति. पूर्वस्मिन् उदाहरणे धूमः हेतुः आसीत्. तदर्थं किम् उक्तवन्तः? धूमाभावा भाववान् सः वह्न्याभावा भाववान्. धूमाभावाभावः इत्युक्ते धूमः, वह्न्याभावाभावः इत्युक्ते वह्निः. तर्हि पुनः पुनः अभावस्य योजनेन धूमः अस्ति, वह्निः अस्ति इति साधितम्. परन्तु अस्मिन् प्रसङ्गे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् प्रसङ्गे अन्वयव्याप्तिः न सिध्यति एव. तर्हि केवलं व्यतिरेकव्याप्तिः एव कार्यं करोति इति भगिन्या अपि उक्तम्. तदर्थम् अत्र व्यतिरेकव्याप्तिम् उपयुज्य प्रथमतया यत्र यत्र साध्यं नास्ति इत्युक्ते यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति प्रथमं वक्तव्यं भवति उपनयवाक्ये. तदा पुनः अभावं योजयित्वा यत्र यत्र वह्नित्वाभावः भवति, वह्नित्वाभावाभावः तत्र तत्र उष्णत्वाभावाभावः इति वक्तव्यं भवति. वस्तुतः त्रीणि वाक्यानि इति आसन् खलु उपरि उपरि दत्तानि त्रीणि वाक्यानि. तत्र द्वितीयवाक्यस्य तृतीयवाक्यस्य प्रयोगं कृत्वा साध्यं पक्षे अस्ति इति साधनीयं भवति व्यतिरेकदृष्टान्तस्थले. तावदेव, नूतनं किमपि नास्ति. तर्हि भ्रमः मास्तु. केवलमत्र मनसि स्थातव्यं यत् उष्णः इति साध्यम्, उष्णः इति साध्यः, वह्नित्वम् इति हेतुः, पक्षः अस्ति वह्निः. तर्हि वह्नौ उष्णत्वम् अस्ति इति साध्यं भवति, साधनीयं भवति. तावदेव. अस्तु, इतः अग्रे वह्निः उष्णः वह्नित्वात् इत्यस्य व्यतिरेकव्याप्तिः कथं व्यतिरेकव्याप्तिमाध्यमेन अनुमितिः कथं भवति इति सन्ध्या भगिनी अग्रे पठति वा? आं भगिनि. पञ्चावयवाः व्यतिरेकव्याप्तौ वह्निः उष्णः वह्नित्वात्. प्रतिज्ञावाक्यं वह्निः उष्णत्ववान्, हेतुवाक्यं वह्नित्ववात् वह्नित्वत्वात्. समीचीनं किल? वह्नित्वं वह्नित्वात् तत्र प्रायः टङ्कणदोषः अस्ति. वह्नित्ववत्वात् इति वह्नित्ववत्वात् अस्तु. धूमवत्वात् इति आसीत् खलु, पर्वतः वह्निमान् धूमात् इत्यस्मिन् हेतुवाक्यं धूमवत्वात्. तर्हि यः कोऽपि हेतुः अस्ति तस्मात् मतुप्रत्यययोजनं धूमवत् इति, तदा पुनः वत्वातल् धूमवत्वं, तथा एव अत्रापि. तर्हि वह्नित्वं तर्हि वह्नित्वत्वात् इति, वह्नित्वं पुनः मतुप्योजनं वह्नित्ववत् इति, तदा पुनः तल् योजनं वह्नित्ववत्वं, तस्य पञ्चमी विभक्ति वह्नित्ववत्वात्. अस्तु, तर्हि पुनः पठामि. टङ्कणदोषः अस्ति. प्रथमं वा इति दीर्घवकारः नास्ति. तर्हि प्रतिज्ञावाक्यं वह्निः उष्णत्ववान्, हेतुवाक्यं वह्नित्ववत्वात् सम्यक् इदानीम्. उदाहरणवाक्यं यो यो उष्णत्वाभाववान् स सर्वोऽपि वह्नित्वाभाववान् यथा जलम्. उपनयवाक्यं न तथा च अयम्, अयं पक्षः वह्निः तथा न. हेत्वभाववान् न भवति, वह्नित्वाभाववान् न. उदाहरणवाक्ये यथा जलमासीत् वह्निः तथा नास्ति. यथा जलं वह्नित्वाभाववान् अस्ति तथा वह्निः वह्नित्वाभाववान् न. निगमनवाक्यं तस्मात् न तथा, तस्मात् हेत्वभावाभावात् न तथा नाम उष्णत्वभाववान् न. उष्णत्वाभाववान् न इत्युक्तौ उष्णत्वाभाव अभाववान् इत्युक्ते उष्णत्ववान्. तर्हि अत्र व्यतिरेकव्याप्तिः, यदि पक्षभिन्नस्थले यदि हेतुः नास्ति तादृशवाक्यं वह्निः उष्णः वह्नित्वात् इति स्वीकुर्मः, तर्हि तदा व्यतिरेकव्याप्तिं स्वीकृत्य पञ्चावयवाः कथं भवन्ति इति अत्र प्रदर्शितमस्ति. तत्र प्रतिज्ञावाक्यमस्ति वह्निः उष्णत्ववान्, तत्तु अनुभवेन तत्र आगच्छति. अनन्तरं हेतुवाक्यमस्ति वह्नित्ववत्वात्. भगिनि एकं वक्तव्यं, वह्निः उष्णत्ववान् इति अनुभवेन इति न वक्तुं शक्नुमः, यतोहि पूर्वस्मिन् उदाहरणे पश्यति चेत् पर्वतो वह्निमान् इति खलु, पर्वतो वह्निमान् इति प्रतिज्ञावाक्यम् आसीत् पूर्वस्मिन् उदाहरणे. तर्हि पर्वतो वह्निमान् इति अनुभवः न जातः रामस्य, यः कोऽपि भूमं पश्यति प्रत्यक्षेन दृश्यते इति न, प्रत्यक्षेण अपि सः धूममेव पश्यति वह्निं न, तदर्थ अनुमितिः इति उच्यते अनुमानप्रमाणम्. तर्हि वह्निः उष्णत्ववान् इति अनुमितिवाक्यं वा तत्र? सत्यम्, अनुमितिः, अनुमानमेव करोति. इदानीं व्यतिरेकव्याप्ति इति नास्ति, तत् परार्थानुमाने पञ्चावयवाः खलु. परार्थानुमानस्य पञ्चावयवान् स्वीकृत्य व्यतिरेकव्याप्तिं प्रदर्शयितुम् अत्र प्रयत्नः भवति. परार्थानुमानम् इति स्मरति किल, रामः धूमं पश्यति, आगत्य श्यामं वदति. आम्, यथा पर्वतो वह्निमान् इति वदति तथा अत्र वह्निः उष्णत्ववान् इति वदति वदति हा हा सत्यं तथा एव अस्ति. तर्हि पर्वते वह्निः इति प्रत्यक्षं नास्ति, अनुभवः नास्ति तस्य. हा प्रत्यक्षं केवलं धूमः अस्ति. सत्यं सत्यं तद्वदेव तावदेव वक्तुं. तर्हि प्रतिज्ञावाक्यम् अनुमानेन एव सः अपि यः कोऽपि धूमं पश्यति सः अपि अनुमानं कृत्वा एव प्रथमवाक्यं प्रतिज्ञारूपेण वदति. हा तर्हि अत्रापि वह्निः उष्णत्ववान् इति अनुमितिवाक्यमेव अस्ति. सत्यम् इति प्रतिज्ञारूपेण स्वार्थानुमानम् अस्ति कस्य, यः कोऽपि वदति तस्य, तद् स्वार्थानुमानं वह्निः उष्णत्ववान् इति स्वार्थानुमानं सः प्रतिज्ञारूपेण अपरस्मै वदति तदा प्रतिज्ञा वाक्यं भवति तावद्. तर्हि प्रतिज्ञावाक्यम् अत्र अनुमितिः स्वार्थानुमितिः स्वार्थानुमानं प्रायः तथा वक्तुं शक्नुमः. तद् सम्यक् अस्तु. तर्हि अग्रे हेतुवाक्यं वदति तत्र वह्नित्व त्वम् अस्ति अतः वह्नित्वत्वात् एतत् सर्वं वह्निः उष्णत्ववान् इति हेतुवाक्यमस्ति. अनन्तरम् उदाहरणवाक्यं यथा अस्माकं पूर्वं यथा आसीत् यः यः धूम यत्र यत्र धूमः तत्र तत्र वह्निः तथा अत्र अस्माकम् उदाहरणवाक्यमस्ति यत्र यत्र उष्णत्वाभावः अस्ति तत्र सर्वत्र वह्नित्वाभावः अपि अस्ति यथा तत्र दृष्टान्तः अस्ति यथा जलम् इति. तर्हि जले उष्णत्वं नास्ति, जलम् उष्णत्वाभाववत् अस्ति अतः वह्नित्वाभाववत् अस्ति जलम्. अतः यत्र यत्र उष्णत्वाभावः अस्ति तत्र तत्र सर्वत्र वह्नित्वाभावः अस्ति इति उदाहरणवाक्यम्. उपनयवाक्यं न तथा च अयम् इत्युक्ते अयं पक्षः वह्निः तथा न इत्युक्ते इदानीं यथा जलमस्ति तत्र वह्नि तत्र उष्णत्वाभावः अस्ति अतः वह्नित्वाभावः अस्ति तथा एषः उदाहरणम् इव एषः पक्षः नास्ति अतः वह्निः तथा नास्ति. हेत्वभाववान् न भवति इत्युक्ते तत्र वह्नित्वभाववान् न भवति. तदेव लिखितमस्ति उदाहरणवाक्ये यथा जलम् आसीत् तथा वह्निः तादृशं नास्ति. जलं जले तु वह्नित्वभावः अस्ति परन्तु वह्नौ वह्नित्वभावः नास्ति. तर्हि वह्निः वह्नित्वभाववान् नास्ति तर्हि तथा नास्ति, यथा जलं तथा वह्नि नास्ति इति उपनयवाक्यमस्ति. अनन्तरम् अन्तिमे निगमनवाक्यमस्ति तस्मात् न तथा. तर्हि तादृशं नास्ति, हेत्वभाववान् नास्ति इत्युक्ते वह्नित्वभाववान् नास्ति अतः तत्र उष्णत्वभाववान् अपि नास्ति इति. तर्हि यथा जले वह्नित्वाभावः उष्णत्वाभावः अस्ति तथा वह्नित्वाभावः अस्ति परन्तु अत्र तथा नास्ति, वह्नित्वाभावः नास्ति अतः उष्णत्वाभावः अपि नास्ति इत्युक्ते वह्नित्वम् अस्ति अतः उष्णत्वम् अपि अस्ति. हा समीचीनम् इति अन्ततो गत्वा अनुमितिः जायते वह्निः उष्णः वह्नित्वात् नाम उपनयवाक्यं द्वितीयवाक्यं न उदाहरणवाक्यम् इति द्वितीयवाक्यम् उपनयनिगमनवाक्यं तृतीयवाक्ययोः मेलनम् इति आहत्य अनुमितिः जाता. तर्हि सरला भगिनी, यतोहि भवती न आसीत् पूर्वतनेषु वर्गेषु, इतोपि एकवारं करोति वा अभ्यासः भवति व्यतिरेकव्याप्तेः सोपानानि मनसि भवति? व्यतिरेकव्याप्तेः पञ्च अवयवः. प्रथम अवयवसि प्रतिज्ञावाक्यं वह्नि उष्णत्ववान् इत्युक्ते अनुमतिः अस्ति, रामस्य अनुमतिः अस्ति वह्नि उष्णत्वात् उष्णत्ववान्, तस्य कारणं हेतुवाक्यं भवति वह्नित्ववत्वात्, कारणमस्ति वह्नि वह्नित्वम् अस्ति तस्य कारणं वह्नि उष्णत्ववान् भवति. तस्य उदाहरणम् अस्ति यो यो उष्णत्व उष्णत्वाभाववान् स सर्वोऽपि वहत्व वह्नित्वभाववान् यथा जलम्. इत्युक्ते यत्र यत्न उष्णत्वं साध्यं नास्ति तत्र हेतु नास्ति. तस्य कारणं यो यः यः उष्णत्वाभाव अभाववान् अस्ति, यत्र उष्ण स्य अभावः अस्ति तत्र वह्नि वह्न्याः अभावः अपि अस्ति. यथा जलं, यथा वयं जाने जले उष्णत्वं नास्ति तथा जले वह्नित्वमपि नास्ति. उदाहरणवाक्यं द्वितीयवाक्यस्य यत्र यत्र साध्यं नास्ति तत्र तत्र हेतु नास्ति, तस्य उदाहरणमस्ति. चतुर्थवाक्यम् उपनयवाक्यम् अस्ति, न तथा अयं, किन्तु अस्मिन् वाक्ये वह्नि उष्णवह्नित्वात् अत्र उदाहरणं वाक्यं न सिद्ध्यति, तस्य नास्ति वदति न तथा य अयम् अयं पक्ष वह्नि अस्ति तथा न हेत्वभाववान् न भवति. हेत्वभावं तत्र वहित्वं वहित्वस्य वह्नि अभावः नास्ति, वह्नित्वभाववान् तर्हि अयं पक्ष वह्नित्वभाववान् नास्ति. यथा जलम् आसीत् तथा नास्ति. तस्य निगमनवाक्यं भवति तस्मात् वह्नित्वाभाववान् नास्ति, तस्य कारणे हेत्वाभावभाववान् अपि नास्ति, हेत्वाभावभाववान् भवति तस्मिन् वह्नित्वम् इत्युक्ते तत्र वह्नित्वम् अस्ति, द्वितीयवारम् अभावः भवति. हेत्वाभावाभावः इत्युक्ते इत्युक्ते हेतु भवति, हेतुः भवति इत्युक्ते वह्नित्वाभावाभावः नाम वह्नित्वम् अस्ति अस्ति. चतुर्थपञ्चमं वाक्यं द्वितीयतृतीयवाक्यसम्मेलनं भवति. तृतीयवाक्यम् अस्ति यत्र यत्र साध्याभावभाववान् अभावभावस्ति तत्र हेत्वभावभाव सिद्ध्यति. अतः क्षम्यताम् एकनिमिष. तृतीयवाक्यं किम् आसीत्? भूमाभावाभावः, यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इत्युक्ते इत्युक्ते साध्य भवति तत्र वह्नि अस्ति, अन्ततो गत्वा साध्यः अस्ति इति साधनीयम्. अनुमानवाक्ये साध्यः इति मुख्यः, पक्षे साध्यम् अथवा साध्यः अस्ति इति साधनीयम् इति एव निगमनवाक्यम् अस्ति. भगिनि मम एकः प्रश्नः अस्ति, उदाहरणवाक्यं यो यो उष्णत्वा अभाववान् स सर्वपि वह्नभाववान्. वयं जानीमः यत्र उष्णत्व उष्णस्य अभावः अस्ति वह्नि तस्य कारणं सदैव न भवति न, उष्ण सूर्यमपि भवितुं शक्नोति. हा हा सत्यं, भवती यदुक्तवती तत् सत्यम्. अतः विपरीतरीत्या न वक्तुं शक्यते. इत्युक्ते किम्, उष्णः इति साध्यः खलु, उष्णः इति साध्यः, वह्नित्वम् इति हेतुः अतः अन्वयव्याप्तिस्थले हेतुः प्रथमम् आगच्छति यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति अन्वयः भवति खलु किन्तु भवत्या यः बिन्दुः उत्थापितः सूर्यकिरणैः अपि भवति सत्यं तर्हि तत्र निश्चयेन न वक्तुं शक्नुमः यत्र यत्र इदानीं पक्ष द्वितीयं भवति तत्र सूर्यस्य इदानीम् अवगच्छामि अतः एव विपरीतदिशि गन्तव्यम् उष्णत्वं न भवति चेत् अवश्यं वहनत्वं नास्ति अस्तु उष्णस्य कारणं सूर्यकिरणः अपि भवतु वह्निः अपि भवतु यः कोऽपि भवतु परन्तु उष्णत्वस्य यानि कानि कारणानि तानि अवश्यं न भवन्ति यानि कानि अपि कारणानि इत्यस्मिन् वह्नित्वमपि एकं कारणम् अन्तर्भूतं खलु तर्हि अवश्यं वह्नित्वं नास्ति तदर्थमेव उष्णत्वाभाववान् भवति चेत् वह्नित्वाभाववान् अवश्यं भवति यथा जलम् इति वक्तुं शक्नुमः इति द्वितीयवाक्यं ततः अग्रे भवती यथा उक्तवती पुनः पुनः अभावस्य योजनेन अन्ततो गत्वा उष्णत्वाभावाभावः इत्युक्ते उष्णत्वम् अस्ति पक्षे इति साधयिष्यामः अस्तु तर्हि अग्रे अजित एतावता स्पष्टं स्यात् इति मन्ये सर्वं खलु अस्तु अस्तु तर्हि अजितमहोदय अग्रे पठति वा आं भगिनि अत्र वस्तुतः केवलम् एकनिमिषः आहत्य अनुमानप्रयोगः पञ्चावयवाः इति भगिन्यौ पठितवत्यौ खलु तस्मात् परम् एव साक्षात् आहत्य अनुमानप्रयोगः एतादृशः वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् अस्मिन् अनुमानप्रयोगे यन्नैवं तन्नैवं यथा जलम् इति व्यतिरेकदृष्टान्तः दीयते यन्नैवम् इत्युक्ते यत् उष्णत्ववान् न तन्नैवम् इत्युक्ते तत् वह्नित्ववान् न यन्नैवं तन्नैवं यथा जलम् इत्यनेन व्यतिरेकव्याप्तिः यन्नैवं तन्नैवम् इत्यनेन योयो उष्णत्वाभाववान् उष्णत्वाभाववान् स सर्वोऽपि वह्नित्वाभाववान् इति अन्तर्गतम् परन्तु पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी हेतुः अस्ति तस्माच्च यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति अस्माकं तृतीयं वक्तव्यं भवति नाम पक्षे साध्याभावाभावः अथवा साध्यम् अस्ति आहत्य अनुमानप्रयोगः एतादृशः वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् तत्र यन्नैवम् इत्युक्ते किम् यन्नैवम् इत्युक्ते यत् उष्णत्ववान् न व्यतिरेकदृष्टान्तस्य मूलवाक्यं तथा अस्ति स्मर्यते चेत् यथा महानसम् इति वक्तुं न शक्नुमः खलु अन्वयव्याप्ति अथवा अन्वयदृष्टान्तस्थले पर्वतः वह्निमान् धूमात् यथा महानसम् इति वक्तुं शक्नुमः यतोहि महानसे धूमः अपि च धूमः भवति धूमः हेतुः महानसे अपि अस्ति पर्वते अस्ति किन्तु वह्नित्वं तादृशवस्तु नास्ति यत् यः कोऽपि वस्तु पक्षभिन्नस्थले न लभ्यते तत्र एवं वाक्यं रचनीयं भवति. वह्निः उष्णः वन्नित्वात् यन्नैवं तन्नैवं यथा जलम्. अस्तु महोदय, अग्रे. तन्नैव इत्युक्ते तत् वह्निवान् वह्नित्ववान् न यन्नैवम् इत्युक्ते प्रथमतया यन्नैव इत्युक्ते यत् उष्णत्ववान् न. यत् उष्णत्ववान् न इत्युक्ते उष्णत्वाभावः इति तावदेव. उष्णत्वाभावः, उष्णत्वाभावः कुत्र वर्तते इत्युक्ते उदाहरणार्थं जलं, जले वर्तते उष्णत्वाभावः खलु. सत्यं सत्यम्. इदं पुनः मनसि स्थातव्यमस्ति यत् यथा वयं वदामः यत्र यत्र इत्यस्मात् अथवा यः यः इत्यस्मात् यस्य देशः लघुः अस्ति नाम व्याप्यः सः एव आगच्छति किल. यत्र यत्र हेतुः तत्र तत्र यत् उष्णत्वं न इत्युक्ते यत्र यत्र उष्णत्वाभावः अस्ति. सत्यं. तन्नैवं तत् तत् वह्नित्ववान् न इत्युक्ते तत्र वह्नित्वाभावः अस्ति. समीचीनम्. यन्नैवं तन्नैवं यथा जलम् इत्युक्ते यथा जलं, जले उष्णत्वाभावः अस्ति तत् तदेव कारणात् तत् वह्नित्वाभाववान् जलं वह्नित्वाभावान् इति वक्तुं शक्नुमः खलु. इत्यनेन व्यतिरेकव्याप्तिः, तदेव व्यतिरेकव्याप्तिः इत्युक्ते व्यतिरेकव्याप्तिः यन्नैवं तन्नैवं यथा जलम् इति व्यतिरेकव्याप्तिः. यन्नैवं तन्नैवम् इति व्यतिरेकव्याप्तिः, परन्तु मनसि इदमपि भवेत् यत् व्यतिरेकव्याप्तिस्थले यो अथवा यत्र यत्र इत्यस्मात् अभावघटितपदमेव भवति. यः कोऽपि अभावः, यस्य कस्यापि अभावः न्यूनदेशवृत्तिः, साध्यस्य अभावः, सः एव भवति व्यतिरेकव्याप्तिस्थले यो अथवा यत्र यत्र यन्नैवं तत्र. अस्तु. तदेव यन्नैवं तन्नैवम् इत्यनेन यो उष्णत्वाभावान् स सर्वोऽपि वह्नित्वाभावान् इति अन्तर्गतम्. इत्युक्ते उष्णत्वाभावान् यो उष्णत्वाभावान् स सर्वोऽपि वह्नित्वाभावान् इति अन्तर्गतं यथा उक्तं पूर्वं. परन्तु यन्नैवम् इत्युक्ते यत् न खलु. यत् न इत्युक्ते किम्? उष्णत्ववान् न इत्युक्ते उष्णत्वाभाववान्. सत्यं, बहु समीचीनं महोदय. अग्रे. तदेव तन्नैवम् इत्युक्ते तत् वह्नित्वा, तत् न वह्नित्ववान् इत्युक्ते वह्नित्वाभाववान् इति अन्तर्गतं. परन्तु पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी हेतुः. पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी कः इत्युक्ते तत् हेतुः, तत्र धूमः एव. एकनिमिषः, अत्र प्रसङ्गस्य परिवर्तनं जातं. धूमः इति नास्ति. किं चिन्तनं भवति अधुना? वह्निः उष्णः वह्नित्वात् इति खलु. अस्मिन् वाक्ये हेतुः कः? हेतुः इत्युक्ते उष्ण न चिन्तयतु. पञ्चमी सुलभं, बहु सुलभमस्ति हेतुः कः इति वक्तुं. पञ्चमीविभक्तिघटितशब्दः कः? वह्नित्वात् खलु. वह्नित्वादेव. आमां, वह्नित्वात्, करेक्ट्. अस्तु. वह्नित्वात् इति चेत् हेतुः वह्नित्वम्. अस्तु. वह्नित्वाभावस्य प्रतियोगी हेतुः इत्युक्ते वह्निताभावस्य प्रतियोगी वह्नित्वात् वह्नित्वं वह्नित्वं वह्नित्वाभावस्य प्रतियोगी वह्नित्वम् अस्ति. परन्तु पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी हेतुः इत्युक्ते वह्नौ वह्नित्वम् अस्ति तदेव हेतुः वह्नित्वाभावस्य प्रतियोगी खलु. समीचीनम्. अस्तु. अस्ति तस्माच्च यत्र यत्र हेत्वाभावाभावः यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति अस्माकं तृतीयं वक्तव्यं भवति. इत्युक्ते यत्र यत्र हेत्वाभावाभावः यत्र यत्र हेत्वाभावाभावः इत्युक्ते तत्र यत्र यत्र हेतुः सम्यक् तत्र तत्र साध्याभावाभावः तत्र तत्र साध्यः भवति. अस्माकम् उदाहरणे हेतुः कः? अस्माकम् उदाहरणे वह्नित्वं हेतुः. वह्नित्वं हेतुः. साध्यं? साध्यं साध्यं वह्निः. न न चिन्तयतु. वह्निः पक्षः. वह्निः पक्षः खलु. वह्नित्वं हेतुः साध्यम् उष्णः अथवा उष्णत्वम् अथवा उष्णत्वं पक्षः वह्निः तस्मिन् वह्नौ उष्णत्वम् अस्ति इति साधनीयम् अस्माभिः व्यतिरेकव्याप्तिमाध्यमेन. व्यतिरेकव्याप्तिः एव सम्भवति वह्निः उष्णः वह्नित्वात् इत्यस्मिन्. किमर्थम् अन्वयव्याप्तिः किमर्थं न सम्भवति अत्र? तत्र अभाव अभावः एव यतोहि न प्रश्नः अस्ति वह्निः उष्णः वह्नित्वात् इति वाक्यमस्ति खलु. सः व्यतिरेकव्याप्तिः व्यतिरेकदृष्टान्तः एव. किमर्थम् अन्वयव्याप्तिः किमर्थं न साधयितुं शक्नुमः अत्र? सावित्री भगिन्याः भागः आसीत् आम् वह्नि अत्र पक्षभिन्नस्थले हेतुः न प्राप्यते न लभ्यते तदर्थम् अन्वयदृष्टान्तः न स्वीकर्तुं शक्नुमः. बुद्धं वा अजितमहोदय? किन्तु पक्षभिन्नस्थले इत्युक्ते किञ्चित् अस्तु शीघ्रं वदामि भवती अपि वदतु. वह्नित्वं वह्नेः धर्मः खलु. वह्नित्वं वह्नेः एव भवति अन्यत्र कुत्रापि न लभ्यते यथा जले अथवा पर्वते अथवा तथा कुत्रापि न लभ्यते. हेतुः पक्षभिन्नस्थले न लभ्यते अस्मिन् दृष्टान्ते अस्मिन् उदाहरणे तदर्थम् अन्वयदृष्टान्तः न स्वीकर्तुं शक्नुमः. व्यतिरेकदृष्टान्तः एव व्यतिरेकव्याप्तिः स्वीकृत्य एव वक्तुं शक्नुमः. तावत् तावदेव वक्तव्यमासीत् मयापि. अस्तु बुद्धं खलु? यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वाक्यं न सम्भवति एव यतोहि यत्र यत्र हेतुः इति निरर्थकम् अस्ति. किमर्थं भगिनी इदानीं प्रतिपादितवती? तत्र पक्षभिन्नस्थले तत्र वक्तुं न इत्युक्ते इत्युक्ते यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति न वक्तुं शक्यते, यतोहि यत्र यत्र वह्नित्वम् इति निरर्थकं वाक्यं. वह्नित्वम् एकस्मिन् स्थले एव लभ्यते, कुत्र तत्र वह्नौ एव लभ्यते वह्नित्वं. यत्र यत्र अतः एव यत्र यत्र वह्नित्वाभावाभावः वह्नित्वाभावः अस्ति तत्र तत्र साध्य अस्ति इति बहु समीचीनम्. इदानीं बुद्धं खलु? अतः एव यत्र यत्र वह्नित्वाभावाभावः तत्र तत्र उष्णत्वाभावाभावः इति अन्ततो गत्वा साधयिष्यामः. किन्तु किन्तु मध्ये द्वितीयवाक्यं यत्र यत्र साध्याभावः, अस्माकं साध्यं किम्? उष्णत्वम्. अस्तु, यत्र यत्र उष्णत्वाभावः तत्र तत्र किम्? तत्र तत्र वह्नित्व वह्नित्वाभावः इति इति उदाहरणवाक्यम्. आरम्भे तादृश उदाहरणवाक्यं वक्तव्यं भवति आरम्भे. यत्र यत्र साध्याभावः, साध्यम् उष्णत्वं, तर्हि यत्र यत्र अथवा यो यो उष्णत्वाभाववान् सः वह्नित्वाभाववान् अथवा हेत्वाभाववान् इति आरम्भे वक्तव्यं भवति. विपरीतरीत्या यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति न वक्तुं शक्यते, यतोहि इदानीम् उक्तं किमर्थम् इति. समीचीनम्. समीचीनम्. प्रथमतया अभाव एकम् एक अभावं घटितपदम् उक्त्वा तदनन्तरं निगमनवाक्ये अभावद्वयं घटितं पदं निष्पन्नं भवति. बुद्धम्? बुद्धं भगिनि. अस्तु अस्तु अस्तु, समीचीनं. तर्हि अग्रे जयन्ती भगिनी पठति वा अग्रिमपरिच्छेदम्? आं भगिनि, अधुना इति अस्माकम् अधुना वह्निः उष्णः वह्नित्वात् इति अनुमानवाक्ये वस्तुतः लोके पक्षसाध्ययोः सम्बन्धः प्रसिद्धः, न तु साध्यहेतोः, यतोहि लोके वह्नित्वमेव न ज्ञायते. अतः एतादृशम् अनुमानं शास्त्रे एव प्रवर्तते, न तु लोके. शास्त्रे एव वह्नित्वधर्मः परिचितः इति कारणतः. लोके यथा पर्वतः वह्निमान् धूमात् इत्यस्मिन् धूमः इति हेतुः प्रसिद्धः, तथा शास्त्रे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्नित्वम् इति हेतुः प्रसिद्धः. प्रकृते आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अपि तथा शास्त्रे भवति. आश्रयनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अस्ति इत्यतः समानाधिकरणगुणजन्यत्वम् अपि अस्ति. समानाधिकरणगुणजन्यत्वम् अपि अस्ति इति शास्त्रीयम् अनुमानम्. अत्र तु वयं पर्वतः वह्निमान् धूमात् इति सामान्यम् उदाहरणं स्वीकृत्य अन्वयव्याप्तिः अपि तु व्यतिरेकव्याप्तेः अवगमनं विवरणं कथं जातम् इति दृष्टवन्तः. तत्र तु पर्वतः वह्निमान् धूमात् अत्र पर्वतः वह्निमान् इत्येव साधनीयम् आसीत्. अतः तत्र पर्वतः पक्षः वह्निमान् इति साध्यम्. अतः पक्षसाध्ययोः सम्बन्धः कीदृशः इति दृष्टवन्तः. तदेव सामान्यतया साधनीयः विषयः तदेव भवति. पक्षसाध्ययोः सम्बन्धः कीदृशः इति. अत्र तु द्वितीयम् उदाहरणं यथा आसीत् वह्निः उष्णः वह्निस्वात् इत्यस्मिन् उदाहरणे वह्नित्वम् इति गुणः वा धर्मः वह्नौ अस्ति, त तत्तु सामान्य उदाहरण सामान्यम् उदाहरणं न शास्त्रीय उदाहरणम् इति यतोहि अस्माकं लोकज्ञाने तु वह्नित्वम् इति इत्यस्य विषयः न चर्च्यते साधारणतया, परन्तु शास्त्रीय उदाहरणेन एव तस्य प्रयोगः भवति. वह्निः उष्णः वह्नित्वात् अत्रापि अस्मिन् उदाहरणे अपि पक्षस्य साध्यस्य मध्ये सम्बन्धः स्पष्टः एव. किन्तु उष्णस्य अपि च वह्नित्वम् इत्यस्य मध्ये न कोऽपि चिन्तयति. वह्नित्वम् इति को वा चिन्तयति लोके इति. इत्युक्ते वह्निः उष्णः अत्रापि पक्षसाध्ययोः सम्बन्धः एव ज्ञायते, परन्तु वह्नित्वम् इति यः हेतुः अस्ति तस्य तस्य विवरणं वा तस्य ज्ञानं साधारणतया न भवति इति. शास्त्रे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्नित्वम् इति हेतुः प्रसिद्धः इत्युक्ते अत्र शास्त्रीय शास्त्रे एव वह्नित्वस्य प्रसिद्धता अस्ति. वह्नित्वस्य प्रयोगः भवति प्रकृते आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अपि तथा शास्त्रे भवति. लोके तु आश्रयनाशाजन्यगुणः गुणनाशः इति ज्ञायते, न तु गुणनाशत्वम्. गुणनाशत्वम् आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः शास्त्रे एव जायते. आश्रयनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अस्ति इत्यतः सामानाधिकरणगुणनाश गुणजन्यत्वम् अपि अस्ति इति साधनीयम् अस्माभिः. हा अस्तु अस्तु, यत् साधनीयम् अस्ति. विद्याधर्याः मूलवाक्यं तथा आसीत् किल? आम् अस्तु. धर्मात् गुणनाश आश्रयनाशाजन्यगुणनाशत्वात् तत्र साध्यं किं भवति, समानाधिकरणगुणजन्यत्वं कथं भवति इत्यस्य साधनी इत्यस्य साध्यं कथं जायते इति द्रष्टव्यं. सत्यं सत्यम् इति अस्ति. अस्तु अग्रे सरला भगिनी अग्रिमपरिच्छेदं पठति वा? अस्तु भगिनि, तर्हि अधुना प्रकृत विषयः द्रष्टव्यः. विद्याधर्याम् अनुमानप्रयोग एतादृश आशनाशजन्यगुणनाश समानाधिकरणगुणजन्यः आशनाशजन्यगुणनाशत्वात् पाकचरूपनाशवत् यथोक्तं पूर्वम् आशनाशजन्यगुणनाश इति पक्ष समानाधिकरणगुणजन्यत्वम् इति साध्यम् आशनाशजन्यगुणनाशत्वम् इति हेतु पाकजरूपनाशवत् इति दृष्टान्त. विद्याधर्याम् अनुमानप्रयोगे वाक्यं दत्तमस्ति आशनाशजन्यगुणनाश समानाधि तत् अस्ति पक्षः समानाधिकरणगुणजन्य इति अति साध्यं तस्मिन् अस्ति गुणजन्यत्वं भवति साध्यम् आशनाशजन्यगुणनाशत्वात् इति अस्ति हेतु तस्मिन् अस्ति आशनाशजन्यगुणनाशत्वं वाकजरूपनाशत् इति भवति उदाहरणं दृष्टान्त. तस्य पूर्णं अधोभागे अस्ति भगिनि. पुनस्मरणं सत्यं सत्यम् इति मूलवाक्यम् आसीत्। मूलवाक्यस्य आकारं दृष्ट्वा किं वक्तुं शक्यते सरला भगिनी? आकारं दृष्ट्वा तत्र किं किं प्रयोक्तुं शक्नुमः, अन्वयव्याप्ति अथवा व्यतिरेकव्याप्ति? अन्वयव्याप्ति द्वे अपि वक्तुं शक्नोति। न इदानीं इदानीं चिन्तयतु किमर्थं इदानीं पाकजरूपनाशस्य अन्वयव्याप्ति न तद् तत् त्यजतु। अस्तु, दृष्टान्तं त्यजतु, केवलम् इदं पश्यतु, पक्षः कः? पक्ष आशनाशजन्यगुणनाश इत्युक्ते आशनाशेन अजन्यगुणनाश तद् अग्रे अग्रे पश्येन। पक्षः इति आश्रयनाशजन्यगुणनाश साध्यं किं? साध्यं समानाधिकरणगुणजन्य गुणजन्य। हेतुः कः? हेतु आशनाशजन्यगुणनाशत्वात् इति अस्ति। अस्तु, इदानीं चिन्तयतु, हेतुः पक्षभिन्नस्थले लभ्यते वा? पक्षभिन्नस्थले अत्र किम् उक्तम्? आश्रयनाशजन्यगुणं एकस्मिन् अस्ति, एकस्मिन्नेव भवति आश्रयनाशजन्यगुणनाशत्वम्। अस्तु, कुत्र भवति? यथा वह्नी उष्ण वह्नित्वात् वह्नित्वम् इति वह्नौ एव भवति एव भवति सो आशनाशगुण नाशत्वम् आशनाशजन्यगुणनाशे एव भवति एव भवति। अतः कीदृशव्याप्तिः? व्यतिरेकव्याप्ति। हा, सम्यक्, तावदेव बोध्यं भवति। व्यतिरेकव्याप्तेः चर्चा, दीर्घा चर्चा किमर्थं जाता इत्युक्ते अस्य वाक्यस्य बोधनार्थं तावदेव अस्ति। अस्तु, सन्ध्या भगिनी अस्ति वा अग्रिमपरिच्छेदं पठितुम् इच्छति? आं भगिनि, पुनःस्मरणत्वेन घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः, अनेन च घटपटयोः संयोगः नष्टः। आश्रयनाशजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः। अत्र गुणः इत्युक्तौ संयोगः, आश्रयः इत्युक्तौ घटः पटः च। अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः। अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति। अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशजन्यगुणनाशः। तर्हि अत्र अस्माकं वाक्ये आश्रयनाशजन्यगुणनाशः इति यः पक्षः अस्ति तस्य विवरणम् अत्र दत्तमस्ति। तर्हि अत्र घटपटयोः संयोगः इति यदा वदामः तत्र अग्रे यदा विभागः भवति घटः पटात् विभक्तः, तर्हि विभागेन तत्र घटपटयोः यः संयोगः आसीत् सः संयोगः नष्टः। इदानीम् आश्रयनाशजन्यगुणनाशः इत्युक्ते आश्रयनाशेन अजन्यगुणनाशः इत्युक्ते आश्रयस्य नाशेन न जायते एषः गुणनाशः इति। अत्र गुणः अस्ति संयोगः, संयोगः नष्टः, परन्तु संयोगस्य आश्रयः यौ स्तः तत्र घटः पटः अपि तयोः नाशः नास्ति। घटः अपि नष्टः न, पटः अपि नष्टः न, परन्तु घटपटयोः द्वयोः संयोगः यः अस्ति सः तु नष्टः। तर्हि अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति। तत्र किमर्थं सर्वजनसिद्धप्रत्ययः प्रत्ययेन इति किञ्चित् स्पष्टं इत्युक्ते सर्वजनसिद्धप्रत्ययः इत्युक्ते अनुभवसिद्ध। अस्तु, तर्हि संयोगनाशः इति अनुभवेन ज्ञायते इति कृत्वा सर्वजनसिद्धप्रत्ययः अस्ति। अत्र सर्वजनसिद्धं किम् अस्ति? आश्रयनाशः, जन्यगुणनाशः. आश्रयस्य नाशः न जातः. हलो, घटः अपि यथावत्, पटः अपि तथा तथैव. परन्तु तयोः संयोगः नष्टः. तर्हि अस्माकम् अनुभवे किम् आगच्छति? आश्रयस्य नाशः न जातः, अतः आश्रयनाशाजन्यगुणनाशः, गुणः इति संयोगः, तस्य नाशः जातः. तर्हि अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा, तर्हि तदेव अस्ति. तर्हि यः संयोगनाशः जातः अस्ति इदानीं घटपटयोः, सः संयोगनाशः घटनाशात् न जायते, पटनाशादपि न जायते, तथापि संयोगनाशः अस्ति. अतः आश्रयः इत्युक्ते घटः वा पटः, तर्हि आश्रयनाशात् अजन्यः अस्ति एषः गुणनाशः इत्युक्ते संयोगनाशः. अतः आश्रयनाशाजन्यगुणनाशः इति संयोगनाशस्य विवरणमस्ति. आश्रयनाशाजन्यगुणनाशः इत्युक्ते संयोगनाशः. भगिनि, एकः प्रश्नः भवति. मम कष्टं भवति आश्रयस्य नाशः न भवति, कथम् आश्रयनाशेन दत्तमस्ति? आश्रय अत्र इत्येव आसीत् आ प्रश्नः वर्गे अपि. आश्रयनाशः न भवति खलु? आम्. परन्तु गुणनाशः भवति कथञ्चित्. अतः आश्रयनाशेन अजन्यः अस्ति अयं गुणनाशः. अजन्यः तत् अहम् अवगच्छामि. अजन्य आश्रयस्य नाशः न भवति, किन्तु संयोगगुणसत्तस्य नाशः भवति. तर्हि तस्य अर्थः कः? अर्थः अस्ति यत् आश्रयनाशः न भवति, आश्रयनाशेन किमपि न जायते इति अर्थः खलु? अत्र कस्मिन् आश्रयनाश अजन्यगुणनाशः इति तत् पदं स्वीकृत्य वाक्यस्य द्वितीयार्धे अस्माकम् अवधानं भवतु. अजन्यः इति, अजन्यः इत्युक्ते अकारणं, कारणं नास्ति. किं कारणं नास्ति? आश्रयनाशः कारणं नास्ति. कं प्रति? संयोगनाशः. अतः आश्रयनाशाजन्यगुणनाशः. अस्तु अस्तु. सावित्री भगिनी अस्ति वा? अजितमहोदय, अन्य कोऽपि अस्ति? वर्धिनी भगिनी अस्ति? अस्तु, तर्हि अग्रे जयन्ती भगिनी पठतु. समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देशविधेयभावः समानाधिकरणगुणजन्यः गुणनाशः. उद्देश्यविधेयभावः इति ज्ञायते चेत् विशेषणविशेष्यभावः इति चिन्त्यताम्. प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. समानाधिकरणगुणेन जन्यगुणनाशः, अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः. समानाधिकरणगुणः इति विभागः, संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ. अत्र समानाधिकरणगुणजन्यस्य विवरणम्. समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः. अस्माकं वाक्यमस्ति आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति. इत्युक्ते अत्र पूर्वमपि दृष्टम् उद्देश्यविधेयभावः अस्ति. यः उद्देश्यः अस्ति समानाधिकरणगुणजन्यः. कीदृशः अस्ति समानाधिकरणगुणजन्यः? आश्रयनाशाजन्यगुणनाशः अस्ति इति तस्य विशेष्यः अस्ति. भगिनि सत्यं सत्यं तस्य विशेषणं नाम आश्रय तत्र भाषापाकपुस्तके एकम् उदाहरणं तत् स्वीकृत्य वदामश्चेत् सुलभम् इति मन्ये. एषः मम मित्रम् इति मम मित्रम् इत्युक्ते मित्रस्य विवरणं दीयते. एतम् उद्दिश्य एषः मम मित्रम् इत्युक्ते एषः अस्ति कश्चन तम् उद्दिश्य तस्मिन् मित्रत्वं विधीयते. तर्हि मित्रत्वम् इति प्रायः विशेषणं भवति एतस्य एषः मम मित्रम् एतदुद्दिश्य विपरीतत्वेन चिन्तितं मया भगिनि. एषः मित्रम् इति अस्माकम् उद्देश्यः विधेयः अस्तु. इदानीं रामः मम मित्रम् इत्युक्ते रामम् उद्दिश्य मित्रत्वं विधीयते. अस्तु, रामम् उद्दिश्य इत्युक्ते रामं निर्दिश्य रामस्य निर्देशनं कृत्वा तस्मिन् मित्रत्वं विधीयते इति. तद्वदेव अस्ति आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः. इत्युक्ते अत्र विधेयः अस्ति समानाधिकरणगुणजन्यः वा? सत्यं तथा एव. अस्तु, ओ तर्हि विपरीतत्वेन उक्तम्. चिन्ता नास्ति, केवलं प्रथमपदं यदस्ति आश्रयनाशाजन्यगुणनाशः तत् पदम् उद्दिश्य तस्मिन् किञ्चित् विधीयते, सः एव विधेयः. अस्तु अस्तु अस्तु, इदानीं च अवगतम्. इत्युक्ते आश्रयनाशाजन्यगुणनाशः यः अस्ति अस्माकं मूलविषयः सः तस्मिन् समानाधिकरणगुणजन्यत्वं विधीयते. उद्देश्यविधेयभावः इति ज्ञायते चेत् हा विशेषणविशेषभावः अत्र तु आश्रयनाशाजन्यगुणनाशस्य विशेषणम् अस्ति समानाधिकरणगुणजन्यत्वम् इति. सत्यम्. आम्, प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. द्वयोः इत्युक्ते अत्र तु द्वयोः इत्युक्ते अत्र विशेषणविशेषभावः उद्देशविधेयभावः अनयोः. अस्तु अस्तु, समानाधिकरणगुणेन जन्यगुणनाशः. आम्, अत्र विशेषणविशेषभावयोः सम्बन्धः कीदृशः इत्युक्ते समानाधिकरणगुणजन्यः यः विशेषणः विशेषणम् अस्ति तेन आश्रयनाशाजन्यगुणनाशः जातः इति. सत्यम्. अस्तु, समानाधिकरणगुणेन जन्यगुणनाशः, अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः. आश्रयनाशजन्यकः अस्ति नास्ति नास्ति, किन्तु वस्तुतः जन्यसंयोगनाशः इत्युक्ते आश्रयनाशजन्यगुणनाशः. यतोहि गुणः कः अत्र, कस्य नाशः भवति? संयोगनाशस्य उल्लेखः तादृश गुणस्य विवरणं केन जातः, समानाधिकरणगुणजन्येन जातः संयोगनाशः. एकनिमिषः, समानाधिकरणगुणेन जातः सः संयोगनाशः. कीदृश तावदेव संयोग समानाधिकरणगुणेन जातः इत्युक्ते जन्यः, सर्वं मिलित्वा समानाधिकरणगुणजन्यः इति उच्यते. अस्तु अस्तु अस्तु अस्तु. समानाधिकरणगुणेन जन्यः यः संयोगनाशः इति. समानाधिकरणगुणः इति विभागः, तस्मिन्नेव अधिकरणे यः गुणः अस्ति विभागरूपेण, तेन जातः संयोगनाशः. संयोगनाशः गते पटे च विभागः अपि तथा गते पटे. गते पटे घटपटयोः संयोगनाशः यः अधिकरणम् अधिकरणौ सः घटः पटः च, तयोः अधिकरण तस्मिन्नेव अधिकरणे वा तयोः अधिकरणे अधिकरणयोः एव विभागः जातः. इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणम् इत्युक्ते तयोः विभागः इति गुणः, संयोगनाशः इति गुणः तयोः समान अधिकरणम् एव. एकस्मिन् अधिकरणे एव द्वयोः द्वौ गुणौ सः विद्यमानः सः अस्तु. अस्तु इति कृत्वा संयोगनाशस्य एव अधिकरणे अपरः एकः गुणः अस्ति, अतः समानाधिकरणगुणजन्यः. अस्तु तर्हि कोऽपि प्रश्नः अत्र, नो चेत् विरमामः. धन्यवादः भगिनी.